अस्तु, तर्हि अस्माकम् अद्यतनविषयः अस्ति आत्मनिपदिनः धातवः. तत्र करपत्रमस्ति, उदाहरणरीत्या कश्चन धातुः अस्ति वृत्, वृत् इति धातुः. तर्हि वृत् धातोः रूपाणि एवं सन्ति, मिलित्वा वदामः. वर्तते, मिलित्वा वदामः, वर्तते, वर्तेते, वर्तन्ते, वर्तसे, वर्तेथे, वर्तध्वे, वर्ते, वर्तावहे, वर्तामहे इति रूपाणि सन्ति. नाम यथा गच्छति, गच्छतः, गच्छन्ति, तथैव अत्र केवलं रूपभेदः अस्ति, तत्र अर्थभेदः नास्ति. तर्हि उदाहरणरीत्या कानिचन वाक्यानि अत्र सन्ति. सन्ध्याभगिनी कृपया पठतु. अत्र पक्षी, पक्षी आकाशे दयते. अस्तु, अग्रे अग्रे पठतु. एषः दूरवाण्या भाषते. पुस्तकम् उत्पीठिकायां विद्यते. विद्यते नाम अस्ति इत्युक्ते अस्ति, विद्यते, वर्तते, विद्यते, अस्ति, समानम्. पुस्तकम् उत्पीठिकायां विद्यते. एषः दूरवाण्या भाषते, भाषते नाम वदति. पक्षी आकाशे डयते. हा अस्तु, अग्रे. गृहिणी वातायनात् वीक्षते. नाम वातः खलु, वातः नाम वायुः. वातः नाम वायुः, वायुः एव एर्. वातः, वातः इति वायुः. आयनं नाम आगमनम्. येन वायुः आगच्छति तत् वातायनम्. नाम तदेव वातायनम् अस्ति. विन्डो येन वायुः आगच्छति. गृहिणी वातायनात् वीक्षते. नाम गते सप्ताहे वयं कृतवन्तः, अत्र वीक्षते, हा पश्यति, पश्यति इति अर्थः. सत्यम्. आकाशे सूर्यः प्रकाशते. सूर्यः प्रकाशते न प्रकाशते नाम आकाशे सूर्यः अस्ति. प्रकाशते नाम तस्य भासनमस्ति. प्रकाशते शैन्स्. प्रकाशः, सूर्यस्य प्रकाशः. शिशुः एधते. एधते वर्धनं भवति. ओके, शिशुः लघु आसीत्, एकवर्षानन्तरं किञ्चित् एधते. अस्तु भगिनि, अग्रे. सन्ध्या भगिनि. भक्तः देवं वन्दते. जानाति वा? वन्दते. चोरः आरक्षकात् पलायते. चोरः अस्ति आरक्षकः. आरक्षकः रक्षा इति जानाति, रक्षा, यः रक्षां करोति सः आरक्षकः. आरक्षकात् पलायति. शीघ्रं शीघ्रं गच्छति चोरः चोरितवान् धावति नाम चोरितः आपणं गत्वा किमपि चोरितवान् अनन्तरम् आरक्षकः दृष्टवान् अतः सः धावति पलायति नाम फ्ली अस्तु अग्रे वदतु शिष्यः गुरुं सेवते सेवां करोति इति सेवते अस्तु अग्रे याचकः भुङ्क्ते याचकः भुङ्क्ते याचकः यः भिक्षाम् इच्छति याचकः यस्य गृहं नास्ति भोजनं किमपि नास्ति सः बहिः वसति सः भुङ्क्ते भुङ्क्ते नाम खादति खादति कोऽपि खादितुं कोऽपि नाम भुङ्क्ते केवलं याचकः भुङ्क्ते इति न वयम् अहमपि माता याचकः भुङ्क्ते इति एव गच्छति खलु खादति इति अर्थः भवन्तवान् क्षम्यतां माता पाकशालायाम् आस्ते गच्छति न आस्ते नाम उपविशति माता पाकशालायाम् आस्ते अग्रे ब्रह्मचारी भिक्षां याचते स ब्रह्मचारी गुरु इव न ब्रह्मचारी यः संन्यासी अस्ति यः गृहं त्यक्तवान् आजीवनं गृहं त्यक्त्वा इतस्ततः भ्रमणं करोति नाम बहूनि गृहाणि सन्ति तत्र गत्वा सः वदति ओ भिक्षां देहि भोजनं ददातु तर्हि अत्र ब्रह्मचारी भिक्षां नाम यद् दीयते यद् भोजनं दीयते तस्य नाम भिक्षा आम्स् भिक्षां याचते याचनां प्रार्थनां करोति रिक्वेस्ट् प्रार्थनां करोति याचते याचकः अत्र आसीत् याचकः यः याचते सः याचकः अस्तु अग्रे महोदय सुब्रह्मण्य महोदय वधूः श्वशुरात् लज्जते वधूः श्वशुरात् लज्जते अवगतं वा सर्वैः वधूः नाम वधूः नाम विवाहः वदति वा भवान् जानाति न जानाति वदतु वधूः नाम कः का विवाहः भवति खलु नूतनगृहं विवाहानन्तरं स्त्री नूतनगृहं गच्छति इति परम्परा अस्ति भारतदेशे स्त्री नाम पुरुषः स्वस्य गृहे तिष्ठति स्त्री नूतनगृहं गच्छति खलु इति परम्परा अस्ति तर्हि वधूः अपि च नाम येन सह विवाहः जातः सः पुरुषस्य तस्य पुरुषस्य माता पिता अस्ति खलु माता पिता तयोः सम्बन्धः अस्ति तयोः कृते सा महिला नूतना महिला सा वधूः इति उच्यते तदेव वधूः इति अस्ति वधूः श्वशुरात् नाम पुरुषस्य तस्य पतिः अस्ति पति इत्यस्य पिता इति श्वशुरात् श्वशुरः श्वशुरः हा हा न हा किन्तु पुल्लिङ्गे हा माता अति न तत्र पुरुषस्य तस्य पुरुषस्य पिता इति श्वशुरः लज्जते लज्जते वधूः श्वशुरात् लज्जते अग्रे छात्रः देवं प्रार्थयते अग्रे एषः उद्याने मोदते मोदते इति वयं दृष्टवन्तः गते सप्ताहे खलु स्मर्यते वा एन्जोय् हा अस्तु अग्रे हा भगिनी अग्रे नारिकेलवृक्षः वर्धते नारिकेलवृक्षः वर्धते इति अवगतं वा ओके अग्रे नारिकेल इति किञ्चित् किं फलमस्ति खलु फलं फलमस्ति नारिकेलफलं कोकोनट् तस्य तेन कौ लाभः वयम् आङ्ग्लभाषां सर्वे जानीमः खलु नारिकेलवृक्ष नारिकेलवृक्षः वर्धते अग्रे कमलं जले जायते कमलं जले जायते अवगतं वा कमलं जले जायते हा जायते वर्धते जायते नाम जायते नाम भवति भवति अथवा जन्म भवति जन्मन् जन्म इति जानाति खलु जन्म जन्म माता गर्भवती अस्ति माता गर्भवती अस्ति हा तदनन्तरं नूतनशिशुः आगच्छति तत्र तस्य शिशोः जन्म भवति जन्म जन्मदिनं जन्मदिनमस्ति तर्हि अत्र नूतनशिशुः जायते नूतनशिशुः जायते कमलं कमलं जले जायते अस्तु बालकः मिष्टान्नं कामयते नाम इच्छति कामः कामशब्दं जानाति वा काम मधुरं मधुरं मधुरं मधुरं भोजनं न मधुरा भोजनानन्तरं भोजनानन्तरं मधुरं खाद्यते मिष्टान्नं मिष्टान्नं अस्तु भगिनि कण्ठे कण्ठे हारः शोभते कण्ठः कण्ठे अत्र कण्ठः अस्ति अत्र कण्ठः हारः कण्ठहारः शोभते सुन्दरमस्ति शोभते एषः बन्धोः बन्धोः एषः बन्धोः वियोगेन खिद्यते खिद्यते बन्धुः बन्धुः नाम मित्रं बन्धुः इति शब्दः ज्ञायते वा बन्धुः हा हा किन्तु बन्धुः इति शब्दः विशिष्टशब्दः अस्ति बन्धुः नाम यत्र यत्र बान्धनमस्ति बन्धनं क्षम्यतां बन्धनं यत्र नाम रज्जुः अस्ति रज्जुः एतत् रज्जुः अस्ति एवं वयं कुर्मः बन्धनं तर्हि द्वयोः जनयोः बन्धनमस्ति चेत् बन्धनं नाम आकर्षणम् इति बन्धुः बन्धनं बन्धुः नाम विशिष्टशब्दः अस्ति मित्रमिति अर्थः मित्रमिति अर्थः किन्तु कथं मित्रमिति नाम आवयोः आकर्षणमस्ति रज्जुः रज्जुः रज्जुः तर्हि रज्जुः अत्र बन्धनमस्ति नाम यथा न न विवाहः नाम यत्र मैत्री अस्ति मैत्री यत्र मैत्री अस्ति तत्र प्रेम अस्ति द्वयोः पुरुषयोः द्वयोः महिलायोः तत्र बन्धनमस्ति अस्माकं नाम आकर्षणमस्ति प्रेम अस्ति प्रेम मैत्री अस्ति तत्र बन्धनमति अतः बन्धुः नाम tied together in friendship यथा रज्जुः भवति अत्र अत्र नाम अनेन बन्धनं भवितुम् अर्हति अहं मम वस्तूनि सन्ति अत्र कानिचन वस्तूनि सन्ति अत्र रज्जुः रज्जुः नीत्वा अहं बन्धनं करोमि tied up बन्धनम् न अहं वदामि बन्धनं नाम tying who those who are tied together in friendship by that attraction of friendship the bandhu in English you say two people are tied similar bandhanam tied atah bandhu bandhu itte parivara nasti bandhava bhatru bandhavah बन्धुः अपि बन्धुः इति वक्तुं शक्यते कुत्रचित् भवति किन्तु बन्धुः इत्यस्य अर्थः न कापि आवश्यकता अस्ति यत् परिवारः स्यात् यथा बङ्ग्लाभाषायां तत्र मित्रशब्दं न उच्यते तत्र बन्धुः इति उच्यते बन्धुः मम बन्धुः मम बन्धुः इति वदन्ति तत्र मित्रमिति अर्थः मित्रम् अस्तु अग्रे कस्य कस्य अस्ति एषः बन्धोः एषः कश्चन बालकः अस्ति अथवा पुरुषः अस्ति तस्य सः तस्य मित्रं गच्छति दूरं गच्छति बन्धोः वियोगेन वियोग बन्धोः वियोगेन खेदः खेदः खेदशब्दं जानाति वा खेदः न स्मरामि खेदः अत्र खिद्यते नाम खेदः तस्य नाम दुःखं भवति खिद्यते रिग्रेट् तत्र एषः बन्धोः वियोगेन खिद्यते अवगतं वा अस्तु अग्रे गोविन्दः स्पर्धते एवं करोति स्पर्धते नाम गोविन्दः स्पर्धते स्पर्धनं नाम कम्पिटिशन् इति अस्ति स्पर्धते अस्तु अग्रे लतायां पुष्पे जायते तायां पुष्पे जायते वृक्षाः वायुना अत्र अत्र अत्र एतावता हा वचनं पुष्पे द्विवचनं अत्र एतावता सर्वम् एकवचनम् आसीत् वर्तते जायते वीक्षते वन्दते भुङ्क्ते लज्जते वर्तते शोभते सर्वम् एकवचनम् इदानीं द्विवचनम् लतायां पुष्पे जायते वृक्षाः वायुना कम्पन्ते वृक्षे पुष्पाणि शोभन्ते अत्र अत्र वचन बहुवचनमस्ति लतायां पुष्पे जायते इति द्विवचनमस्ति वृक्षाः वायुना कम्पन्ते बहुवचने अपि च वृक्षे पुष्पाणि शोभन्ते इति बहुवचनान्तरूपम् अग्रे सत्कार्येण ते सुखं लभन्ते सत्कार्येण ते सुखं लभन्ते अवगच्छति वा अस्तु अग्रे सत्कार्येण ते सुखं लभन्ते लभन्ते नाम गृह्णन्ति सत्कार्यं नाम समीचीनकार्यं सम्यक् कार्यं सत्कार्येण ते सुखं लभन्ते. लभ्यते नाम तत्र ग्रहणं प्राप्नुवन्ति. सुखं प्राप्नुवन्ति. लभन्ते इत्युक्ते प्राप्नुवन्ति. बालौ क्रीडया मोदेते. अवगतं वा वचनं किं? द्विवचनं. क्रीडापटवः स्पर्धन्ते. एकवचनं किम् अस्ति अत्र? एकवचनं न. अत्र वचनं किम्? अत्र अत्र वचनं स्पर्धन्ते. बहुवचनमस्ति. क्रीडापटवः तत्र एकवचनान्तरूपं किम्? एकवचने क्रीडापटवः क्रीडायां क्रीडायाः पटवः स्पर्धन्ते. क्रीडायामिति पटवः स्पर्धन्ते. अस्तु अग्रे. सज्जनाः लोकमङ्गलं सज्जनाः लोकमङ्गलं कामयन्ते. अत्र सन्धि अस्ति. सत् प्लस् जनाः सज्जनाः. सत् यथा सत् कार्यं सज्जनः नाम सम्यक् जनः इति. यः सत्यं करोति लोकस्य कल्याणं. लोककल्याणं जनकल्याणं. इच्छन्ति कामयन्ति. दरिद्राः कष्टं मोहन्ते. सहन्ते. दरिद्राः कष्टं सहन्ते. दरिद्रः यस्य धनं नास्ति. ते सम्यक् पाशन्ते. सतोते बहुवचनं. ते स्पीक् वा तस्य अनुवादम् अनुक्त्वा तत्र अन्यत् क्रियापदस्य प्रयोगं करोतु. ते सम्यक् वदन्ति. ते सम्यक् वदन्ति इति अर्थः. वदन्ति भाषन्ते. किन्तु अत्र भाषते अहं संस्कृतेन भाषे. अहं संस्कृतेन भाषे इति वाक्यम् अहं संस्कृतेन वदामि इत्यपि वक्तुं शक्नोमि. किन्तु अहं कथाम् उक्तवान् अहं कथां भाषितवान् इति न वदामः. कन्वर्सेशन् भाषते इति यथा आङ्ग्लभाषया तत्र से एण्ड् स्पीक् इत्यनयोः भेदः. तत् अत्रापि तथेतादृशभेदः अस्ति. ओके, भेदः अस्ति. अहं कथां भाषे इति न वदामः, अहं कथां वदामि, अहं कथां श्रावयामि, अहं कथां वदामि, किन्तु अहं संस्कृतेन भाषे. ओके, रिसाइट. तत्र भाषे इति अत्र तत्र भाषते इति अकर्मकक्रिया, कर्मपदं न भवति. वद् धातोः कर्मपदं भवति. कथां वदामि, अहं सत्यं वदामि. किन्तु अहं भाषणं वदामि, किन्तु अहं कथां भाषे इति न वदामि. संस्कृतेन भाषे, सम्यक् भाषे, यत्किमपि अहं भाषे, किन्तु अहं वदामि इति यत्र अहं भाषे अहं संस्कृतेन वदामि इति अपि वक्तुं शक्नोमि, किन्तु अहं कथां, तत्र कर्मपदमस्ति, तत्र भाषे इति न भवति. अवगतं? अस्तु. अपि युवां कुत्र पलायेथे? युवां कुत्र पलायेथे? पलायेथे इति वचनं द्विवचनं. त्वं संस्कृतेन भाषसे इति एकवचनं. यूयं कष्टं सहध्वे इति बहुवचनं. त्वं युवां यूयं चित्राणि वीक्षध्वे. स्पष्टं? हा. अस्तु. अग्रे. यूयं संस्कृत यूयं संस्कृतो उन्नतिं संस्कृत उन्नति इति शब्दं जानाति? उन्नतिः, उन्नतिः, हा, उन्नति, संस्कृतस्य उन्नतिः, वर्धनम्. उन्नतिः नाम वर्धनं, प्रगतिः, प्रगतिः, वर्धनं न जानाति? प्रगतिः नाम प्रोग्रेस्, वर्धनं, वर्धनं नाम अग्रिगमनम्. उन्नतिः नाम, उन्नतिः नाम वर्धनं, प्रगतिः, उन्नतिः. नयति, अस्तु, नयति इति जानाति खलु? नयति, नयति, हा, तत्र उपरि नयनम् इति उन्नयनम्. उपरि नयनम्, उत् प्लस् नयनम्, उन्नयनम्. तर्हि उन्नतिः तदेव अस्ति, उपरि नयनं, संस्कृतस्य उपरि नयनम्. संस्कृतस्य उन्नतिः इति संस्कृतोन्नतिः. तत्र सन्धिः अस्ति, संयुक्तपदमस्ति. संस्कृत अत्र संस्कृत इति शब्दः अस्ति. संस्कृत उन्नतिः. संस्कृत इत्यस्य अन्तिमवर्णः कः? अ. उन्नति इत्यस्य प्रथमवर्णः उ. अ प्लस् उ इति योजनम्. अग्रे गत्वा सन्धिः इति विषयः अस्ति. भवती किञ्चित् पठितवती, हा, तत्र सन्धिः इति विषयः अस्ति. तत्र अ प्लस् उ इक्व ओ इति नियमः अस्ति, सन्धिनियमः, संयोजन, शब्दानां योजनविज्ञानम् अस्ति. अतः अत्र संस्कृतोन्नतिः. अग्रे. संस्कृतोन्नतिं कामयध्वे कामयति इति इच्छति. त्वं शरीरेण वर्धसे. अवगतम्? वर्धनं, वर्धनं, वर्धनं नाम शिशोः वर्धनं. sharirena, nama idanim shariram, shariram lagu asit, idanim shariram kinchit brahat jatam asti. Anya pada asit va edhati api tatha. Astu, agre. Sapa bhagini agre. Aham devam vande. Ha, iti uttama purushaha. Aham kashtam sahe, aham sukham kamaye. Iti uttama purusha. Avam mishtannam labhavahe. Avam chitta. Avam mishtannam labhavahe. Spashtamasti. Spashtam syat. Mishtannam labhavahe. Labhavahe. Madhuram. Labhavahe. Tatra pratim purushasi dvivachanam. Varte vartavahe vartamahe. Labhavahe. Agree? Avam chitram drishtva modavahe. Avam samskrutena bhashavahe. Vayam samskrut vayam samskrutonnatim apekshamahe. Vayam kashtam sahamahe. Vayam simham drishtva palayamahe. Avitam syat yathat chodah asit. Astu. Tari idanim kim kurmaha? Idanim apekshate iti asit. Apekshate iti bhavati uttavati apekshate. Idanim nava rupani. Prathama purusha, madhyama purusha, uttama purusha iti vadatu. Balaka. Apekshate. Sarvam vadatu. Dvivachane. Dvivach. Balakau apekshete balakaha apekshante. Upari dattam asti. Upari. Oh, atra asti. Yuvam apekshethe. Yuyam apekshadve. Aham apekshate. Vartate varte khalu vartate varte apekshate apekshate apeksha aham apekshan vartate varte apekshate apekshe apekshe apekshe aham apekshe avam apek apekshahe apekshavahe apekshavahe vayam apekshamahe. Iti rupani santi. Astu, agre bahini karoti ganim palayate balike palayate Balikaha palayante. Tvam palayase. Yuvam palayate. Yuyam palayadve. Aham palayate. Aham palaye. Aham palaye. Avam palayavahe. Vayam palayamahe. तथैव अस्ति अस्तु महोदय मोदते शिशुः शिशुः मोदते शिशोः शिशुः न शिशुः इति न शिशुः शिशुः शिशवः शिशु शिशु पुनः वदतु शिशुः शिशुः मोदते शिशुः न न शिशु न न दीर्घ उकारः शिशु शिशु शिशु विसर्गः नास्ति शिशुः मोदते शिशु मोदेते शिशवः मोदन्ते त्वं मोदसे युवं मोदेते यूयं मोदध्वे अहं मोदे आवां मोदावहे वयं मोदामहे इति नाम किं किं भवति यत् गृहे एतत् सर्वं कर्तव्यमस्ति नो चेत् अग्रे गमनार्थं क्लेशः भविष्यति यतोहि इदानीं शिशुः शिशुशवः शिशवः इति न जानीमः अनन्तरम् अग्रे इदानीम् आत्मनेपदी नाम व्यासः अस्ति अतः किं भवति यत् किञ्चित् कण्ठस्थीकरणेन बहु महालाभः अस्ति महालाभः गुरुः गुरु गुरवः गुरुं जानाति वा गुरुं गुरु गुरून् गुरुणा गुरुभ्यां गुरुभिः भगिनी जानाति खलु चतुर्थी गुरवे हा गुरवे अनन्तरं पञ्चमी गुरोः हा गुरुभ्यां गुरुभ्यः हा षष्ठी गुरोः हा गुरोः हा हा गुरोः गुरूणां सप्तमी गुरौ गुरौ गुरौ गुरवोः गुरुषु गुरुषु इति रूपाणि सन्ति तत्तत् रत्नम् एतादृशं रत्नम् अपेक्षितमस्ति मौखिकरूपेण उच्चैः गृहे येन सर्वे ये गृहन्ति ये गृहे सन्ति ते शृणुयुः हा गुरुः गुरु गुरवः गुरुं गुरु गुरून् गुरुणा गुरुभ्यां गुरुभिः गुरवे गुरुभ्यां गुरुभ्यः गुरोः गुरुभ्यां गुरुभ्यः गुरोः गुर्वोः गुरूणां गुरौ गुर्वोः गुरुषु इति वदनेन मनसि एतद् न करोति चेत् न भविष्यति अवश्यं कर्तव्यमस्ति एकवारं नाम एकमासं यावत् कर्तव्यमस्ति अस्तु अग्रे गच्छेम इति उक्तवान् सा म्रियते म्रियते नाम मरणं भवति सा म्रियते ते मियन्ते मियते मियेते मृ मृ मृ ओ ओ सॉरी मृयेते ताः मृयन्ते त्वं त्वं मृयसे युवां मृयर्थे म्रिये म्रियेते यूयं म्रियध्वे अहं म्रिये आवां म्रियावहे वयं म्रियामहे इति अस्ति. इदानीं प्रथमपुरुषे प्रथमपुरुषस्य द्विवचने मध्यमपुरुषस्य द्विवचने तत्र उच्चारणभेदः कः भवति करोतु एकवारं. द्विवचने हा प्रथमपुरुषस्य मध्यमपुरुषस्य च तत्र तत् रूपं वदतु. म्रि ओ ते म्रियेते आवां युवां युवां म्रियेते इति नाम क्रियपदम् एकवारम् अत्र क्रियपदं वदतु. म्रियेते अपि च म्रियेते इति स्पष्टता भवेत्. स्पष्टता न वदति चेत् न कोऽपि अवगन्तुं शक्नोति यत् मध्यमपुरुषः अस्ति अथवा प्रथमपुरुषः अस्ति. म्रियेते म्रियेथे तत्र हा तत्र वायुः आगच्छति खलु म्रियेथे इति अस्ति. अस्तु इदानीं वर्धते वर्धते वर्धते अत्र वर्धते ज्ञानं ज्ञानं जानाति ज्ञानं वर्धते क्षम्यतां ज्ञानं वर्धते ज्ञाने वर्धेते. इदानीं महाप्राणः अल्पप्राणः इत्यनयोः भेदः महान् अस्ति. तत्र उच्चारणभेदः अस्ति. वर्धेते वर्धनम् इति वदतु. ओ वर्धेते वर्धेते वर्धेते ज्ञानं वर्धते वर्धते ज्ञानं वर्धते वर्धते वर्धत ज्ञानं वर्धते तथा अस्ति. ज्ञानं वर्धते ज्ञाने वर्धेते ज्ञानानि वर्धन्ते वर्धन्ते वर्धन्ते तथा अस्ति. ज्ञानं वर्धते वर्धते ज्ञाने वर्धेते ज्ञानानि वर्धन्ते त्वं वर्धसे त्वं वर्धसे युवां वर्धेते यूयं वर्धेत्वे. समीचीनम्. इदानीं युवां यूयं तत्र भेदः अस्ति. युवां युवां तत्र ह्रस्वकारः अस्ति. युवां यूयं तत्र दीर्घकारः अस्ति. यूयं युवां यूयं युवां यूयं तत्र यु इति ह्रस्वकारः अस्ति अत्र दीर्घकारः अस्ति. यु यु युवां यूयं युवां यूयं तत्र भेदः अस्ति. उच्चारणभेदः वक्तव्यः अस्ति. अपि च समीचीनम्. इदानीम् अल्पप्राणः महाप्राणः तत्र वर्तते वर्धते तत्र महाप्राणः अस्ति अवश्यं वक्तव्यमस्ति. अग्रे अहम् अहं वर्धे आवां वर्धामहे वर्धावहे वयं वर्धामहे. बहु समीचीनमस्ति. यत्र महाप्राणः अस्ति तत्र अवश्यं स्पष्टतया वक्तव्यमस्ति. अस्तु अग्रे इदानीं ईहते ईहते नाम चेष्टां करोति ईहते ईहते ईहते अत्र शिष्य ईहते शिष्यौ शिष्या इहते इहते इहते शिष्यो इहते शिष्याः इहन्ते त्वम् इहसे युवाम् इहेथे यूयम् इहेद्वे इहद्वे अहम् इहे आवाम् इहावहे वयम् इहामहे अस्तु इदानीं शोभते सूर्यम् सूर्यम् शोभते इहते इत्यस्य अनन्तरम् ओ शोभते सूर्यं शोभते सूर्य नपुंसकलिङ्ग् सूर्य सूर्ये सूर्ये सूर्ये शोभेते सूर्याणि शोभन्ते सूर्याणि तत्र नट्वमस्ति न वा णत्वं स्मर्यते वा तत्र निमित्तं तत्र यदि रेफा अस्ति सूर्य रेफा अस्ति सूर्याणि सूर्याणि सूर्याणि शोभे शोभन्ते त्वं त्वं त्वं शोभे त्वं शोभसे यूयं युवां शोभेते यूयं शोभद्वे पुनः वदतु सम्यक्तया उच्चार्यते उच्चारितां त्वं शोभसे यूयं शोभेत् ओ शोभेते यूयं शोभद्वे अहं शोभां अहं शोभे शोभे शोभे आवां शोभा शोभावहे वयं शोभामहे समीचीनमस्ति शङ्कते शङ्कते शङ्का सन्देहः शङ्कते डौट् शिक्षकः शिक्षकः शिक्षकः शङ्कते शिक्षकः शङ्कते शिक्षकौ शङ्केते शिक्षकाः शङ्कन्ते त्वं शङ्कसे युवां शङ्केते यूयं शङ्खध्वे अहं शङ्के आवां शङ्कामहे शङ्कते शङ्कामहे शङ्खावहे आवां शङ्खावहे वयं शङ्खामहे समीचीनमस्ति खिद्यते गृहिणी गृहिणी खिद्यते गृहिणे खिद्येते नदी नदी वदतु नदी नद्यौ गृहिणौ खिद्येते गृहिणौ न नदी वदतु नदी वदतु नदी नद्यौ नद्यौ नद्यौ नद्यौ वदतु नद्यौ गृहिणौ गृह नद्यौ नद्यौ गृहिणी गृहिणौ कथं गृहिण्यौ न्यौ न्यौ नौ न खलु नद्यौ नदी नद्यौ गृहिणी गृहिण्यौ गृहिणी खिद्यते गृहिण्यौ खिद्येते गृहिण्याः खिद्यन्ते गृहन् पुनः बहुवचने गृहिण्या नदी नद्यौ नद्याः नद्यः नद्यः नद्यः गृहिण्यः खिद्यन्ते त्वं खिद्यसे त्वं खिद्यसे युवं खिद्येते यूयं खिद्यद्वे खिद्यद्वे अत्र अत्र महाप्राणः अस्ति इत्यस्य अपप्राणः अस्ति खलु खेद्यते खेद्येते खेद्यन्ते खेद्यसे खेद्येते खेद्यध्वे खेद्य अस्ति खेद्यता खेदः खेदः नास्ति खेदः खेदः अस्ति तर्हि खेद्यसे खेद्येते खेद्यध्वे पुनः आरम्भतः गृहिणी गृहिणी खिद्यते गृहिणौ गृहिण्यौ गृहिण्यौ खिद्येते खिद्येते खिद्येते खिद्येते खिद्येते गृहिण्यः खिद्यन्ते त्वं खिद्यसे युवं खिद्येते यूयं खिद्यद्वे अहं खिद्ये आवां खिद्यावहे वयं खिद्यामहे समीचीनमस्ति अस्तु अग्रे राजते चन्द्रः चन्द्रः राजते चन्द्रौ राजेते चन्द्राः राजन्ते त्वं राजसे युवां राजेथे यूयं राजध्वे अहं राज्ये आवां राजावहे वयं राजामहे अस्तु इति अभ्यासः अस्ति इदानीम् अहं क्रियपदं वदामि भवन्तः वाक्यं रचयन्तु तर्हि लज्जते किन्तु प्रथमपुरुषस्य एकवचने न अन्यत् अन्यत् किमपि लज्जते वाक्यम् इदानीं कम्पते इदानीम् ऊहते ऊहते नाम कल्पनां करोति कल्पना जानाति इमेजिन् ऊहते अत्र लिखितमस्ति राजते प्रकाशते ऊहते पुनः लज्जते क्षम्यताम् सः मास्तु नो क्षम्यताम् तौ कस्मात् अपि न लज्जेते अस्तु विद्यालये बालिके ऊहेते समीचीनम् अनन्तरं महोदय सर्पं दृष्ट्वा मूषकं कम्पते मूषकः कम्पते किन्तु एकवचने मास्तु अन्यत् किमपि मूषकौ कम्पन्ते मूषकौ वचनं द्विवचनं कम्पते कम्पेते पुनः वाक्यं वदतु सर्पं दृष्ट्वा मूषिकौ कम्पेत्ते इति वाक्यम् अग्रे सन्ति पुनः तेषां चिन्ताः सन्ति इति अहं मन्ये इति अहं मन्ये समीचीनम् इति अहं मन्ये मन्ये इति बहु समीचीन क्रियपदमस्ति अस्तु अग्रे बिडालाः शुनकात् पलायन्ते वदतु वचनं किं बिडालाः पुनः वदतु Bidalaha shunukat. Shunakat. Shunakat. Palayante. Ha ha ha. Kalu bahuji. Astu. Siddhan. Vayam shantim kamyame. Kamyamahe. Kama. Kamayamahe. Punha. Vayam shantim kamayamahe. Ah, samichanam. Agree? Agree? Tvam vidyase. Ah, tvam vidyase. Astaha kyam. Nama, asti iti artha. Oh, I thought it was learn. Okay. Tvam, samichanam asti. Nama, kutra. Kutra chit. Vidyalaye atava grihe. Tvam apane vidyase. Astu. Nama dirghavakyam api rachayitum shaknumah khalu. Tvam pratidinam. Tvam pratidinam chikitsalaye. Panchavadane. Kimapi. Pratidinam chikitsalaye vidyate. Vidyase. Vidyase. Smith. Agree. Edhate. Bhashate. Avam pashethe. Avam. Sorry, you. Avam adatu. Avam sanskritena pashavahe. Yuyam? Pashate. Dwe. Yuyam. Shumatam. Yuyam sanskritena pashate. Tvam? Bhashase. Tvam sanskritena? Tvam sanskritena bhashase. Ha. Astu samichanam. Sevate. Vakimasti? Prativarsham Himalayasya parvataha idhyante. Edhante. Punahavatu. Prativarsham Himalayasya parvataha edhante. Satyam va? Evam? Edhante. Kim bhavati? Upari? Samskrita bhashayam rashayam. Aham chintayami sma yat samanyataya parvataha lagu bhavati. Prativarsham. Bharata desha atra asti, esha atra asti, bharata desha... Oh, evam asti. Nama prativyaha antaha. Upari gachati. Evam asti. Bahu mandam. Bahu mandam asti. Aham na janami sma. Astu, agree. Ikshatem luk. Pashyati. Pashyati. Ikshate eti pashyati. Sevikaha mandire sevante. Astu. Yuvam? Yuvam mandire sevethe. Aham? Aham seve. Aham mandire seve. Samichanam. Astu. Agree? Shikram bahu? Guravaha chhatrah vardhanam ikshate. Guravaha? Chhatrah vardhanam ikshate. Vardhanam? Ha. Kintu vashtu sumi idanim api sumi. Guravaha? Chhatranam. Vardhanam. Chhatranam. Punha vadatu. Guravaha chhatranam vardhanam ikshate. Guruvaha, kadu, bahuvachane. Guruvaha. Haan. Kriyapadam kim? Ikshante. Punha vakim vadatu. Guruvaha chhatranam vardhanam ikshante. Samichanam. Sahate iti ukta. Sahate iti te tolerate. Ramate. Labhate. प्रातुः भगिन्यौ सह ओ न एकवचनं भ्रातु भगिन्या भ्राति नाम भवान् उक्तवान् एकवचनं न प्रथमपुरुषस्य एकवचनं मास्तु भ्रातुः प्रथमपुरुष एकवचनं भ्रातुः नाम षष्ठी विभक्ति अस्ति खलु भ्रातुः इति वा भ्राता भ्रातरौ भ्राता भ्रातरौ भ्रातरः न अत्र मूलशब्दः अस्ति भ्रातृ भ्रातृ पश्यतु अत्र शिशुः गुरुः इति युकारान्तः अस्ति अत्र पितृ भ्रातृ अत्र ऋकारान्तशब्दः अस्ति हा तत्र अत्र गुरुः इति एकवचने भ्राता इति एकवचने भ्राता अहं मित्राणि सहावहे अहं अहं मित्राणि सहे अथवा मित्राणां दुर्व्यवहारः जानाति वा व्यवहारः मिस्बिहेवियर् बिहेवियर् इति व्यवहारः मिस्बिहेवियर् इति दुर्व्यवहारः मित्राणां दुर्व्यवहारम् अहं मित्राणां दुर्व्यवहारं किं सहे वाक्यं वदतु अहं मित्राणां दुर्व्यवहारं सहे अस्तु अग्रे ईहते चेष्टां करोति इति अस्मिन् अर्थे ईहते बहवः जनाः अस्मिन् पुस्तके ज्ञानं लभन्ते समीचीनमस्ति यूयं यूयम् अस्मिन् पुस्तके यूयम् अस्मिन् पुस्तके लभद्वे ज्ञानं लभद्वे अहम् अस्मिन् पुस्तके ज्ञानं लभे अस्तु वाक्यं वयं क्रीडित्वा वयं क्रीडित्वा रमन्तामहे वयं क्रीडित्वा रमन्ते रमते इति वयमिति खलु वयं वयं क्रीडित्वा रमामहे समीचीनमस्ति अस्तु राजते एतत्र दयते यदा बुभुक्षा अस्ति यदा बुभुक्षा अस्ति शिशु यदा बुभुक्षा अस्ति शिशु ईहेते किन्तु ईहेते नाम चेष्टां करोति बुभुक्षा अस्ति शिशु ईहेते चेष्टा इति जानाति वा अस्तु अस्तु अभ्यासार्थं समीचीनम् अस्तु अग्रे तर्हि पुरुषाः हस्तेन न दयन्ते समीचीनमस्ति इदानीम् ईक्षते यूयं सत्कार्येण राजयध्वे सत्कार्येण राजयध्वे पुनः यूयं सत्कार्येण राजध्वे समीचीनमस्ति वयं नूतनं नूतनं गृहं गत्वा सर्वत्र इच्छामहे. समीचीनमस्ति. मन्दहासेन शोभते. अस्तु, समीचीनं. किन्तु त्वं त्वं शोभसे. त्वं मन्दहासेन शोभसे. अष्टचत्वारिंशत्तमे पुटे पश्येम. अष्टचत्वारिंशत् उच्चैः पठत. प्रथमवाक्यम् अभ्यासेन ज्ञानं वर्धते. द्वितीयं कामात् क्रोधः जायते. उत्पन्नः जीवः म्रियते. उत्पन्नः जीवः म्रियते. अवगतं खलु? उत्पन्नः यस्य उत्पन्नः जीवः नाम तस्मात् जीवः जीवः एकः एतादृशः अस्ति यस्य जन्म भवति. नाम यस्य जन्म भवति तस्य मरणं भवति एव इति वाक्यस्य अर्थः. यस्य जन्म भवति तस्य मरणं भवति एव. नाम उत्पन्नः जीवः नाम यस्य जन्म जातम्. जीवः नाम यस्य जन्म जातं. सर्वेषां जन्म जातं खलु? कस्यापि जन्म न जातं. सर्वेषां जन्म तु जातमेव न वा? उत्पन्नः जीवः यः जीवति सः जीवः जीवति. जीवस्य अन्तिमकालः न न न प्रथमकालः. जन्म नाम उत्पन्नः जीवः नाम जीवः सर्वेषां जन्म तु जातमेव. भवत्याः जन्म जातं वा अथवा सर्वदा आसीत्? नासम्. भवत्याः कस्मिंश्चित् दिने भवत्याः जन्म तु जातं खलु? अतः येषां जन्म भवति तेषां मरणं तु भविष्यति एव इति अर्थः. इति अर्थः. अत्र उत्पन्नः जीवः नाम यस्य उत्पत्तिः नाम यस्य जन्म भवति तस्य मरणमपि भविष्यति. उत्पन्नः जीवः म्रियते. कामात् क्रोधः जायते इति अवगतं खलु? अस्तु अग्रे. हस्तात् गाण्डीवं स्रंसते. पतति. गण्डीवं एवं पतति. हस्तात् गाण्डीवं पतति. ओ पतति पतति. स्रंसते. अग्रे. भक्तः ईश्वरं भजते. अग्रे. जीवः सुखं कामयते. कामयते. सः अमृतत्वाय कल्पते. सः अमृतत्वाय कल्पते. नाम अत्र तस्य इच्छा अस्ति, सः चेष्टां करोति अमृतत्वाय. चेष्टां करोति, प्रयत्नं करोति. अग्रे. स्थितप्रज्ञः किं भाषते. स्थितप्रज्ञः स्थितप्रज्ञः किं भाषते नाम विद्वान् इति कश्चन स्थितप्रज्ञः यस्य आध्यात्मिक अनुभूतिः अस्ति सः किं भाषते श्रद्धावान् ज्ञानं लभते ईश्वरः सर्वत्र वर्तते अभिमन्युः चक्रव्यूहं वीक्षते अभिमन्युः चक्रव्यूहं वीक्षते चक्रव्यूहं नाम सेनाव्यवस्था सेनायाः यादृशी व्यवस्था अस्ति तां पश्यति तां वीक्षते भीष्मः सर्वान् शमते क्षमते कुन्ती कष्टं सहते सञ्जयः युद्धम् अवलोकते कृष्णः अश्वान् सेवते अवलोकते नाम पश्यति योधः युद्धार्थं त्वरते युद्धार्थं त्वरते त्वरा नाम शीघ्रं त्वरते नाम शीघ्रमेव गच्छति एतेषु एतेषु वाक्येषु परस्मैपदिक्रियापदानि प्रयुक्तानि सन्ति तस्मानार्थकानि तत्समानार्थकानि आत्मनेपदिक्रियापदानि कोष्टके दत्तानि सन्ति ततः उचितं क्रियापदं चित्वा रिक्तस्थाने लिखत उदाहरणार्थं वयं भारतमातरं प्रणमामः वन्दामहे नाम तस्मिन् अर्थे वयं भारतमातरं वन्दामहे इत्युक्ते प्रणमामः द्वितीयवाक्यम् ईश्वरः भक्तान् कष्टात् रक्षति रक्षति इत्यस्मिन् अर्थे किं पदमस्ति पुनः त्रायते इति सत्यमेव ईश्वरः भक्तान् कष्टात् त्रायते त्रायते नाम त्राणं करोति त्राणं मुक्तिं करोति यूयं यूयं किं यूयं किं चिन्तयथ चिन्तयथ यूयं किं मन्यध्वे तौ आकाशं पश्यतः तौ आकाशं वीक्षेते युवां सत्यं वदतः अत्र दोषः ओके युवां नाम मम पुस्तके इदानीम् अत्र समीकृतवन्तः युवां सत्यं वदतः युवां सत्यं भाषेथे बालिका चित्रं दृष्ट्वा तुष्यन्ति बालिकाः चित्रं दृष्ट्वा मोदन्ते अहं देवं प्रणमामि अहं देवं प्रणमामि अहं देवं नमामि देवं वन्दे पुनः वदतु अहं देवं वन्दे वयं विश्वशान्तिम् इच्छामः कामयामहे वयं विश्वशान्तिं कामयामहे ते मार्गे सन्ति ते मार्गे वर्धन्ते वर्तन्ते वर्तन्ते त्वं कीर्तिं प्राप्नोषि त्वं कीर्तिं लभसे अस्तु समीचीनमस्ति तर्हि अनेन वयं समापयितुं शक्नुमः अस्मिन् सप्ताहे अस्य अभ्यासं गृहे भवतु अहं वदामि इकारान्तानां भवतः कृते इकारान्तानाम् उकारान्तानां ऋकारान्तानां तत्र पदाभ्यासः अपेक्षितः अस्ति अपि च आत्मनेपदेनाम् आत्मनेपदधातूनां रूपाणि अत्र लट्लकारस्य वर्तमानकाले अस्तु नमस्कारः धन्यवादः।